अस्तु, सर्वेभ्यः नमो नमः। अस्माकं प्रचलितः वर्गः आसीत् समासविषये। बहुत्र तस्य प्रयोगः भवति। यस्य समासस्य तस्य नाम अस्ति तत्पुरुषसमासः। तर्हि तत्पुरुषसमासविषये कानिचन प्रमुख नियमाः के सन्ति तत् वयं पठितवन्तः गतसप्ताहे। तस्य विषये अस्माकं चर्चा आसीत्। अद्य ततः अग्रे गच्छामः। अस्तु, तर्हि वयं पठितवन्तः अष्ट अष्टम् अस्माकं सम्पूर्णः आसीत् खलु, अष्टमतः सम्पूर्णमासीत् अस्माकम् इति कुत्र विशेषं भवति, कुत्र विशेषणं भवति खलु। नृपोक्त सर्वेष सर्वत्र विशेषणं भवति खलु। कानिचन उदाहरणानि करिष्यामः तद्विषये। नृपोक्त नृपोक्त इत्युक्ते किं? नृप नृपेण उक्त। उक्त इति कीदृशपदम्? क्ता इति प्रत्ययः अस्माकम् अस्ति खलु। क्ता प्रत्ययः अस्ति। हा, क्ता प्रत्ययः इत्युक्ते तत्र किम् अस्ति? वच्, हा, वच्। तर्हि क्ता इत्युक्ते वयं जानीमः इत्युक्ते खाद् इति धातुः अस्ति। तर्हि खादितवान् अथवा खादितवती इति भवति। वान्वती त्यक्त्वा यत् अवशिष्यते खादित इति भवति प्रातिपदिकम् खलु। खादितं फलं, खादितः अन्नः इति अन्नम् इति नपुंसकलिङ्गपदमस्ति खलु। खादितः तण्डुलः वा? हा, अस्तु, यदि पुल्लिङ्गपदमस्ति चेत् खलु। खादिता अन्य किमपि, अथवा पठितः हा, पठितः पठितः ग्रन्थः इति अस्ति। पठितं पुस्तकं, पठिता काव्या, काव्यं काव्यं नपुंसकलिङ्गपदम् अस्ति खलु। कविता, पठिता कविता, कथा, पठिता कथा इति अस्ति खलु। इति क्तान्तपदं। तर्हि नृपोक्त खलु, नृपोक्त नृपेण उक्त, नृपोक्ता कथा, नृपोक्तं काव्यं, नृपोक्तः पुल्लिङ्गपदं किं भवति? उक्तः पुल्लिङ्गे ग्रन्थः वा? श्लोकः, श्लोकः, नृपोक्तः श्लोकः खलु, नृपोक्तः विषयः खलु, नृपोक्तः विषयः। तर्हि अवगच्छन्ति वा? इत्युक्ते कुत्रापि क्तपदम् अन्ते अस्ति चेत् वयं जानीमः तदेव अस्माकं तत्र लिङ्गपरिवर्तनं भवति। यत्र लिङ्गस्य परिवर्तनं न भवति तत् भवति विशेषः सर्वदा, परन्तु यत्र लिङ्गपरिवर्तनं भवति तत्तु विशेषणमेव। विशेष्यं यत् अस्ति तत् आधारेण तत्र लिङ्गस्य परिवर्तनं भवति। तर्हि नृपोक्त तदेव विशेषणमिति लिखितमस्ति। इत्युक्ते कुत्रापि क्ता प्रत्ययः अस्ति चेत् तत् सर्वदा विशेषणं भवति एव नृपोक्त इति नृपेण उक्त वयं जानीमः। तत्र सामान्यतत्पुरुषः अथवा तृतीयतत्पुरुषः भवति। परन्तु यत्र वचनम् अस्ति अन्ते नृपवचनम् वचनं लिङ्गं किम् एकमेव लिङ्गं परिवर्तनं भवति वा लिङ्गपरिवर्तनं न भवति तर्विशेष्यम् अतः खलु गतसप्ताहे वयं पठितवन्तः किञ्चिदपि परन्तु अभ्यासः न जातं नृपवचनं नृपवचनं सर्वदा विशेष्यं भवति किमर्थम् इत्युक्ते वचनं पदस्य लिङ्गपरिवर्तनं न भवति एकमेव तदा एव अस्माकं हा विशेषणम् इत्युक्ते सर्वदा आवश्यकम् इति नास्ति भवितुम् अर्हति किमपि अत्र सुन्दरं नृपवचनं सुन्दरं नृपवचनं खलु तर्हि सुन्दरं यत् पदम् अस्ति तत् किं विशेषणं तर्हि विशेष्यं किं रूपवचनं खलु सुन्दरं नृपवचनं अत्र केवलम् उदाहरणत्वेन दत्तमस्ति एतादृशं बहूनि उदाहरणानि सन्ति परन्तु सर्वदा समासे विशेष्यं भवति इति नास्ति कुत्र विशेष्यं भवति कुत्र विशेषणं भवति इति अस्माकं विषयः तर्हि कुत्र विशेषणम् इत्युक्ते एकम् उदाहरणमस्ति क्तान्तं क्तान्त इव अन्यप्रत्ययाः सन्ति एव यत्र यत्र लिङ्गपरिवर्तनं भवति चेत् ते सर्वदा विशेषणम् इति भवन्ति परन्तु यत्र लिङ्गपरिवर्तनं नास्ति तत् केवलं विशेष्यम् अस्तु द्वितीयम् आसीत् अस्माकं तुङ्गवृक्षः खलु हा तुङ्गवृक्षः तर्हि तुङ्गे वृक्षः इति अस्ति उन्नतः हा इत्युक्ते विसर्गः अभवत् विसर्गः अभवत् हा तर्हि वृक्षः इति पदम् अन्ते अस्ति तत्र वृक्षः इति पदं तस्य लिङ्गपरिवर्तनं भवति वा अतः विशेषं वा विशेषणं वा किं नूतनवा अस्तु समीचीनं तर्हि सर्वदा विशेषं किमर्थम् इत्युक्ते वृक्षः पदमिति अन्ते अस्ति परन्तु यदि तुङ्गः इति इदानीम् अन्ते आगच्छति चेत् वृक्षतुङ्गः वृक्ष इव तुङ्गः भवति चेत् तुङ्ग हा तत्र लिङ्गपरिवर्तनं भवति खलु लिङ्गपरिवर्तनं भवति चेत् इत्युक्ते तुङ्गं गृहं तुङ्गः वृक्षः खलु अथवा स्त्रीलिङ्गे वदामः चेत् तुङ्गवृक्षः तु न भवति महोदय वृक्षः पुल्लिङ्गपदमस्ति हा तुङ्गा महिला वक्तुं शक्यते हा नदी हा तत्र तुङ्गः इत्युक्ते महोदय तत्र दीर्घः इति नास्ति उन्नतः वा इति अस्ति तद्विषये विग्रहः न वाक्ये अपि वाक्ये लिङ्गपरिवर्तनं भवति महोदय खलु विग्रहः इति आवश्यकता नास्ति अत्र पुल्लिङ्गपदमस्ति महोदय वृक्षतुङ्गः अत्र लिखितमस्ति तुङ्गम् इति प्रपदं कुत्रापि तुङ्गपदम् अस्ति चेत् लिङ्गपरिवर्तनं भवति तुङ्ग तुङ्ग तुङ्ग तुङ्गम् इति भवति पदं तुङ्ग इति भवति हा पुल्लिङ्गे तुङ्गः सुन्दर इति पदमस्ति खलु महोदय त्रिषु लिङ्गेषु सुन्दरः सुन्दरी सुन्दरं तथा एव अत्र पुल्लिङ्गे दत्तमस्ति खलु वृक्षतुङ्गः वृक्षतुङ्ग तुङ्ग इति पदस्य तुङ्ग इति पदं कुत्रापि अन्ते अस्ति चेत् तत्र लिङ्गपरिवर्तनं भवति वृक्ष इति पुल्लिङ्गपदं न भवति, लिङ्गं प्रयुक्तं न भवति. बालकः तत्र वृक्षं महोदय तथा नास्ति. इदानीम् अस्मिन् उदाहरणे केवलम् आवश्यकता अस्ति, केवलं तुङ्गपदं पश्यतु. तुङ्गपदम् अन्यत्र अपि स्थापयितुं शक्नुमः खलु, यथा नृपेण उक्त, तत्र तु पुलिङ्गे अस्ति उक्तपदं खलु. तुङ्गं पूर्वपदम्, अनादरतुङ्ग उत्तरपदम्. समासे समासे विशेषणं विशेष्यं कथं जानीमः? पूर्वपदस्य आवश्यकता अस्ति वा उत्तरपदस्य आवश्यकता अस्ति तत्पुरुषसमासे? उत्तरं. कुशलं महोदय, तर्हि पूर्वपदस्य तात्पर्यम् अस्ति वा प्राधान्यं वा उत्तरपदस्य प्राधान्यं वा? वृक्षः विशेष्यं तुङ्गविशेषं. तर्हि पूर्णपदं तुङ्गवृक्षः, विग्रहवाक्यस्य आवश्यकता नास्ति. पदं तुङ्गवृक्षः विशेष्यं वा विशेषणं वा? परिवर्तनं नास्ति, न भवति खलु. अस्तु, समीचीनम्. तुङ्गो विशेषणं वृक्षः विशेषं हा भवतु भवतु. सर्वदा विशेषं पूर्वपदः अस्ति. हा, यथा अभ्यासपुस्तके अपि आसीत् खलु, सुन्दरबालकः, दीर्घा नदी, तथा अत्र विशेषं समस्तपदस्य. केवलम् अस्माकम् अत्र महत्त्वम् अस्ति समस्तपदस्य महात्म्यं किम्? समस्तपदस्य समस्तपदं विशेष्यं वा समस्तपदं विशेषणं वा? समस्तपदं नास्ति चेत् समासस्य आवश्यकता नास्ति खलु. समस्तपदम् अस्ति एव अस्माकं तत्र प्राधान्यम् इत्युक्ते विचारः आगच्छति तदा. कोऽपि प्रश्नः वा? तर्हि कर्मधारय समासे अस्माकं विशेषविशेषणं भावः कुत्र अस्ति तत् द्रष्टव्यम् अस्ति खलु. अस्तु, कोऽपि प्रश्नः इदानीम् अष्टमबिन्दुः अस्माकम् अस्ति, तत्र प्रश्नः अस्ति वा? अस्तु, भिन्नम् इत्युक्ते किम्? क्ताप्रत्ययः तर्हि लिङ्गं नृपोक्त नृपेण उक्तं. नृपोक्त इति एकं पदम् अस्ति, नृपोक्तं काव्यं, नृपोक्तः श्लोकः, नृपोक्ता कथा. नृपोक्तो इति प्रातिपदिकं भवति. यथा विशेष्यम् अस्ति तदेव पदं नृपोक्त यत् समासः अस्ति तस्य लिङ्गपरिवर्तनं भवति खलु. अवगच्छति इदानीं? विशेष्यं न दत्तमस्ति, केवलं नृपोक्त इति पदं विशेषणम्. समीचीनम्. अस्तु अस्तु, समीचीनम्. अस्तु, तर्हि अग्रे गच्छामः. अस्तु, अग्रे अनन्या भगिनी आरम्भं करोति वा? तान्तसहित समस्तपदानि सहित तान्तरूपं पूर्वसदस्यः चेत् प्रायः कर्मधारयः विशेष्यं च. अस्तु, तत्र तिष्ठतु, वदतु एकम् उदाहरणं. तान्तरूपं पूर्वपदमस्ति चेत् खलु, समासे कानि पदानि सन्ति समासविषये? पदद्वयं, प्रथमं पदस्य नाम किम्? समीचीनम्. एवं द्वितीयपदस्य नाम? उत्तरपदं. समीचीनम्. इदानीं क्तान्तरूपपदं यत् अस्ति, क्तान्तम् अवगच्छति खलु, यथा पठि कुत्रापि अस्माकं भूतकृदन्त अथवा भूतकाले कुर्मः चेत् यथा खादित अस्ति चेत् खादितवान् भवति अथवा खादितवती वान् वति वति इति त्यजामः तर्हि किम् अवशिष्यते खादित तदेव पदम् इदानीं खादितपदं खादितः खादिता खादितम् इति भवति खलु इति भूतकृत इति क्तान्तप्रत्ययः क्ताप्रत्ययः तर्हि क्तान्तप्रत्ययस्य इति क्तान्तपदम् इदानीं पूर्वपदे अस्ति चेत् उत्तरपदे न पूर्वपदे अस्ति चेत् कर्मधारयः समासः इत्युक्ते पदद्वयम् इदानीं योजयामः चेत् समस्तपदं विशेष्यं भवति वा विशेषणं भवति वा समीचीनम् अवगच्छति खलु अस्तु इत्युक्ते प्रथमपदं पूर्वपदं विशेषणम् अभवत् तर्हि अग्रिमपदं तु विशेष्यं तर्हि पूर्ण यत् पदमस्ति तदेव विशेषमेव खलु अस्तु भगिनि उदाहरणं पठतु एकम् अग्रिमपद अग्रिमवाक्ये ब्राह्मणः क्रुद्धो ब्राह्मणः क्रुद्ध ब्राह्मणो हतपुत्रं पश्यति अस्तु हतः पुत्रः इदानीं खलु हतः इति पदं क्तान्तपदं जानाति खलु हतः हताहतं तर्हि हतः हत इति पदं क्तान्तपदम् इदानीं हतपुत्रः तर्हि हतपदस्य लिङ्गपरिवर्तनं भवति परन्तु पुत्रपरिपदस्य लिङ्गपरिवर्तनं भवति वा तर्हि हतपुत्रः यत् पदम् अभवत् तत् विशेष्यं वा विशेषणं वा विशेष्यं खलु किमर्थम् इत्युक्ते हतपदं पूर्वपदम् अस्ति तत्तु विशेषणम् अग्रिमपदं विशेष्यं तर्हि पूर्णतया पदद्वयं मिलित्वा यत् समासः तत्तु विशेषमेव खलु तदेव द्वितीयपदं क्रुद्धब्राह्मणः खलु इत्युक्ते ब्राह्मणः इति पदं तस्य लिङ्गपरिवर्तनं न भवति तर्हि तदपि विशेषं भवति इति अस्ति विशेष इति विचारः अत्र सन्देशः तदेव अस्ति यदि समासे पूर्वपदं विशेषणं तर्हि समासपदं विशेषं सर्वदा तत्र न कोऽपि समस्या अस्ति खलु महोदय अस्तु हा इत्युक्ते पश्यतु अस्माकम् उदाहरणम् आसीत् सुन्दरबालकः हा इत्युक्ते किमर्थं सुन्दरबालकः इति पदमस्ति समस्तपदं सुन्दरः इत्युक्ते बालकः तस्य विग्रहवाक्यं सुन्दर इति पदं विश्वे बहुत्र भवितुमर्हति परन्तु अस्मिन् वाक्ये सुन्दरः इत्युक्ते बालकः कीदृशः बालकः प्रश्नं पृच्छति चेत् सुन्दरः बालकः अस्मिन् वाक्ये सुन्दरः इत्युक्ते बालकः कृत्वा सुन्दरः इत्युक्ते विशेषणवाचकपदं सुन्दरः सूचयति सुन्दरः किं सूचयति अत्र बालकः इति सूचयति अतः सुन्दरः इति विशेषणं विशेष्यं यदि बालकः नास्ति सुन्दरस्य आवश्यकता नास्ति तत्र तर्हि विशेष्यं किं बालकः इति विशेष्यम् इदानीं पश्यतु अत्र हतः इति पदम् अस्ति पुत्रः कीदृशः इति प्रश्नम् आगच्छति हतः पुत्रः हतः इति सूचयति विशेषणवाचकपदमस्ति सूचयति अत्र हतः हतः अन्य कोऽपि भवितुम् अर्हति अपि खलु हतः अत्र पुत्रः अस्ति हतः इति पिता अपि भवितुम् अर्हति वने कोऽपि अन्य कोऽपि अस्ति तदपि हतः भवितुम् अर्हति हतः बालकः भवितुम् अर्हति हतः मनुष्यः भवितुम् अर्हति अन्य कोऽपि परन्तु अत्र हतः इत्युक्ते किं पुत्रः तर्हि विशेषणमस्ति प्रथमविशेषणम् अस्ति चेत् अग्रिमपदं विशेषं निश्चयेन तर्हि मिलित्वा पदद्वयं विशेष्यम् इति अस्ति. त्रिलिङ्गे रचयामः चेत् हतापुत्री इति भवति खलु. हतापुत्री भवति वा हतपुत्री भवति वा इदानीं हतपुत्री हा किं भवति अग्रे पश्यामः खलु. तत्र लिङ्गस्य विषये आगच्छति एकबिन्दुः अस्ति परन्तु प्रश्नः समीचीनः महोदय खलु. अग्रे पश्यामः तद्विषये. अस्तु समीचीनं अग्रे हा सरिता भगिनी तर्हि कृतब्राह्मणः अभवत् अभवत् हा शान्तरूपं परसदस्यः चेत् प्रायः तत्पुरुषः समासः भवति तत्र विशेषणं च यथा रामः च रामः च अस्ति चेत् रामेण हतः रामेण हतः कः रामेण हतः रावणः अत्र विशेषणविशेष्यभावः भवति इत्यर्थे विशेषणं भवति रामः च अन्यपदद्वयमपि वदतु लिङ्गपरिवर्तनं कृत्वा तदेव पदं रामः त गृहम् अन्यदपि कुत्रापि लिङ्गपरिवर्तनं कृत्वा बालरोचितानि पुस्तकानि अस्तु बालरोचितानि पुस्तकानि अस्ति चेत् बालेन रुचितानि पुस्तकानि अत्र विशेषणं भवति अत्र रोचितानि अपि तत्र प्रथमविभक्तिद्विवचन बहुवचनमस्ति बालरोचितम् इति प्रथमविभक्तौ वक्तुमिति भवति बालरोचितं पुस्तकम् इति अस्ति चेत् रोचितं प्रत्ययः भवति अत्र उत्तरपदे अस्ति यत्र यत्र समासे उत्तरपदे यदि त्वङ्कपदः अस्ति चेत् तत्र तत्पुरुषसमासः भवति तत्र विशेषणं तत्र विशेषणं भवति इति तस्य अर्थः यदि वयं स्त्रीलिङ्गे उदाहरणं कुर्मः चेत् मया दृष्टाः नर्तक्यः मया दृष्टा मया दृष्टा मया दृष्टा नर्तकी इति प्रथमविभक्तौ एकवचने वक्तुं शक्नुमः अत्र मया दृष्टि नर्तकी अत्रापि विशेषणं भवति मया दृष्टा इति समस्तपदं समासे भवति तया मया दृष्टा विशेषणं तत्पुरुषसमासे भवति रामः तदेव पदं स्वीकृत्य इदानीं लिङ्गपरिवर्तनं कुर्मः चेत् किं भवति रामहता कोऽपि बालिका रामहतं गृहं वा अन्य किमपि वा वनं वा स्त्रीलिङ्गं वनं वा गृहं वा अन्य किमपि अस्तु शिष्यपठितं समीचीनं खलु शिष्यैः पठितानि इति भवति रिक्तान्तपदम् अस्ति चेत् अन्तिमे अन्ते अस्ति चेत् पूर्णसमस्तपदं विशेषणं भवति अस्तु तर्हि सन्दर्भं दृष्ट्वा विशेष्यं वा विशेषणं वा तस्य प्रयोगः बहुत्र आगच्छति अग्रे गत्वा समासविषये तर्हि कीदृशसमासः विशेषणं वा विशेष्यं वा समस्तपदं यत् अस्ति तस्य आवश्यकता अस्ति प्रश्नः महोदय न सर्वदा न कर्मधारय न विशेषणं रामहत इदानीं पश्यतु कीदृशमस्ति खलु सामान्य द्वितीय उदाहरणे अपि तथा अस्ति सामान्यतत्पुरुषः सर्वदा सामान्यतत्पुरुषः अस्ति इति नास्ति महोदय कर्मधारे अपि भवति खलु यथा वयं दृष्टवन्तः वृक्षतुङ्ग इति पदम् अस्तु समीचीनम्. अग्रे गच्छामः। पठतु महोदय। तत् अभवत् ब्राह्मणः मुखपुत्रं पश्यति तत्पुरुष गर्भ कर्मदाय समाप्तः। अस्तु, तत्र किम्, अत्र किञ्चित् नूतनम् अस्ति, यत्र पदद्वयं नास्ति खलु, समस्तपदे द्वयाधिकपदमस्ति, पदत्रयं वा चत्वारः पदः वा अन्यत् किमपि वा खलु। इदानीं वयं दृष्टवन्तः हतपुत्रः, हतपुत्रः वयं दृष्टवन्तः खलु, हतः पुत्रः, हतः पुत्रः कीदृशसमासः, हतः पुत्रः कीदृशसमासः, कर्मधारयसमासः। किमर्थं सामान्याधिकरण्यमस्ति खलु, सामान्याधिकरण्यम् इत्युक्ते किं, समानविभक्तिकत्वम् एकार्थबोधकत्वं, समानविभक्तिकत्वम् इति अस्ति चेत् इत्युक्ते किं, विभक्तिसमानम् अस्ति, एकार्थबोधकत्वम् इत्युक्ते एक एव अर्थः, पूर्वपदं सूचयति उत्तरपदं किं खलु। तर्हि हतपुत्रः वयं जानीमः पूर्वे एव कर्मधारयसमासः अस्ति, तर्हि हतः पुत्रः पदद्वयम्। इदानीं तस्मिन् पूर्वे पुनः अस्ति नृपहतपुत्रं, तर्हि इदानीं पदत्रयम् अस्ति नृप हत पुत्रः, पुत्रः अत्र द्वितीयविभक्त्याम् अस्ति खलु, पदत्रयमस्ति। तर्हि विग्रहवाक्यं कुर्मः चेत् नृपेण हतः पुत्रः, नृपेण हतः पुत्रः इति भवति। तर्हि अन्ते यत् आगच्छति अन्तिमपदद्वयम्, अन्तिमपदद्वयं यत् समासः निर्धारयति तदेव मुख्यसमासः। इदानीं हतः पुत्रः कीदृशसमासः, कर्मधारयः, परन्तु नृपेण इदानीमस्ति खलु, नृपेण हतपुत्रः इत्युक्ते नृपेण हतपुत्रः इदानीं करिष्यामः चेत् कीदृशं, हतपुत्रः एकमेव इदानीं चिन्तयतु, तृतीयतत्पुरुषः खलु, तर्हि वदामः तृतीयतत्पुरुषगर्भ कर्मधारयसमासः। गर्भ इत्युक्ते तत्र तत्पुरुषसमासः अस्ति, हा तत् अन्तर्गतः अस्ति खलु, तत्र अस्ति एव, परन्तु प्राधान्यम् अस्ति तु कर्मधारयः एव खलु। तर्हि तृतीयतत्पुरुषगर्भ कर्मधारयसमासः इति वदामः, यत्र द्वयाधिकपदमस्ति। तर्हि प्रथमं किमस्ति, अन्ते यत् पदद्वयमस्ति तत् अस्ति मुख्यसमासः, पूर्वे यत् अस्ति तत् अस्ति गर्भसमासः। अनेकपदानि सन्ति चेत् बहुगर्भ इति भवितुम् अर्हति खलु, तत् मुख्यं, मुख्यसमासः। पुत्रार्थं रूपः अस्ति चेत् तत्र कर्म कर्मधारय गर्भतत्तुल्यसमासः भवति। किं वाक्यं, किं पदं, किं पुत्रहतरूपः, पुत्रेण हतः रूपः, तत् कर्मधारे एव खलु। गर्भ हत अनन्तरम् अस्तु, समीचीनं, द्वितीय उदाहरणम् इदानीं करिष्यामः। अस्तु, अग्रिमं वाक्यं, हा करोतु। शिष्यपठितपुस्तकानि न कदापि पठ्यन्ते अन्यैः जनैः, अस्तु कानिचन पदानि अस्ति केवलं वदतु इदानीं विग्रहवाक्यं शिष्येन पठित शिष्यैः शिष्यैः पठितानि पठितानि पुस्तकानि तत्र पठितानि पुस्तकानि अन्तिमपदमस्ति तत्र कर्मधारय शिष्यैः का विभक्ति तदेव प्रथम शिष्यैः तृतीया शिष्यैः पठितः तृतीय विभक्ति तत्पुरुष गर्भ इति भवति तृतीय तत्पुरुषगर्भ कर्मधारय समासः इति भवति खलु अस्तु अन्तिमवाक्यं समापयतु अन्तिम अन्तिमयुक्तैः स्वभावः युक्ते समासे अन्तिमयुक्तेः स्वभावः पूर्णसमासस्य स्वभावः इति अस्ति अन्तिमयुक्ते अन्तिम यत् यत् अन्ते अस्ति तत् यत् समासः अस्ति तत् अस्ति मुख्यसमासः अन्ये ये सन्ति ते गर्भः खलु यथा रामः तपतिः कीदृशः भवति रामः रामः तपतिः हतपतिः अस्ति चेत् गर्भधारणं भवति रामः हतपति रामेण हतः पतिः पतिः ईकारान्त पुल्लिङ्गपदमस्ति तत्पुरुषगर्भपदमः इति अस्ति खलु अस्तु समीचीनम् अग्रे गत्वा कर्मधारयः गर्भः तत्पुरुषः वा अन्य किमपि गर्भः भवति वा तत् करिष्यामः अग्रे गत्वा परन्तु इदानीं केवलम् उदाहरणमस्ति अस्तु अग्रे गच्छामः एकादशबिन्दुः कुशलमहोदय समासे कुम्भद्भावः कुम्भद्भावः कुम्भद्भावः यत् सामाधिकरणं सामान्याधिकरण्यं विद्यते चित्तभाषा इति साधुरूपं शुद्धाभाषा इति दोषाय किमर्थम् अग्रे लिखितमस्ति तर्हि महोदयेन उक्तं प्रश्नः आसीत् खलु अश्लेषमहोदय प्रश्नम् आसीत् इदानीं खलु तर्हि शुद्धभाषा वदामः वा शुद्धाभाषा इति वदामः वा समासविषये समासविषये शुद्धभाषा इति साधुरूपम् अस्ति शुद्धभाषा इति दोषः अस्ति तर्हि किमर्थम् अग्रे पठतु महोदय किमर्थमिति अत्र उच्यते समासे कुम्भद्भावः सम्भवति तत्र पश्यति वा न वा पुम् इत्युक्ते पुलिङ्गः पुं वद् पुंवत् वत् वत् पुंवत् एवं तस्य भावः भावः कीदृशः इत्युक्ते पुलिङ्ग इति भावः पुं पुलिङ्गवत् भावः खलु इति अस्ति समासे पुंवत् भावः सम्भवति यत् सामान्याधिकरणं विद्यते समानम् अधिकरणं समानम् अधिकरणम् इत्यस्य भावः समानाधिकरणकरणीयं नाम समासे पदद्वयम् अस्ति चेत् तयोः समान आधारः अस्ति चेत् तर्हि समानाधिकरणीयम् अस्ति पठतु अग्रे महोदय समानः आधारः तस्य कृते समानविभक्तिकत्वम् अपि अपेक्षयते, एकाचकूटकत्वम् अपि अपेक्षयते. अपेक्षते इति अहं जानीमः खलु. सामानाधिकरण्यम् इत्युक्ते किम्? समानविभक्तिकत्वम् एकार्थबोधकत्वं. विभक्तिसमानं स्यात्. प्रथमपदं तस्य अर्थः किम् इत्युक्ते तत् उत्तरपदम् एव सूचयति इति कृत्वा सामानाधिकरण्यम् इति वदामः. तर्हि पुंवद्भावः कुत्र आगच्छति? यत्र सामानाधिकरण्यम् अस्ति खलु. अस्तु, इदानीम् अग्रे पुंवद् अग्रे पठामः चेत् तत्र किमर्थम् अत्र पुल्लिङ्गमेव करिष्यामः. भाषा अस्ति खलु महोदय, भाषा अस्ति. अस्तु, अत्र पूर्वतन विषये शुद्ध भाषा इति तत्र स्त्रीलिङ्गं भाषा परन्तु शुद्ध अस्ति चेत् शुद्ध पुल्लिङ्गे शुद्ध शुद्धः शुद्धा इति शुद्धम् अग्रे अग्रे पठामः चेत् तत्र एतत् सर्वमस्ति अग्रे लिखितमस्ति. अस्तु महोदय, अग्रे पठतु. उत्तमा अधिकं बालिका उत्तम बालिका उत्तमा बालिका उत्तम बालिका उत्तमा बालिका उत्तमा उत्तमा बालिका. अस्तु, समीचीनम्. अग्रे अशेष महोदय अग्रे पठतु. अस्मिन् उदाहरणे समानविभक्तिकत्वम् अपि अस्ति, एकार्थबोधकत्वमपि अस्ति. नाम द्वौ अपि शब्दौ प्रथमान्तौ स्तः, अतः तयोः समानविभक्तिकत्वं, तथा च द्वयोः अपि अर्थः सा बालिका, अतः एकार्थबोधकत्वम् अपि अस्ति. समानविभक्तिकत्वम् अपि अस्ति, एकार्थबोधकत्वम् अपि अस्ति, अतः सामानाधिकरण्यम् अस्ति. सामान्य समानाधिकरण्यम् अस्ति, अतः पुंवद्भावः सम्भवति इति नियमः. सम्भवति इत्युक्ते अत्र अस्मिन् अर्थे भवति एव, भवति एव इति नियमः. अस्तु, अग्रे पठतु. समासे यत्र समानाधिकरण्यं तत्र स्त्रीलिङ्गे पुंवद्भावः भवति इति साधारणनियमः इति अस्ति खलु. इत्युक्ते इत्युक्ते समानाधिकरण्यम् अस्ति इत्युक्ते समानविभक्तिकत्वम् एकार्थबोधकत्वम् अस्ति, परन्तु उत्तरपदं यत् अस्ति तत् स्त्रीलिङ्गमस्ति. तर्हि पूर्वपदं स्त्रीलिङ्गं न भवति समासे, पुल्लिङ्ग एव. यथा शुद्धभाषा उत्तमबालिका, तथा भाषा तथा अस्ति इति साधारणनियमं नियमः अस्ति इति. कुत्रापि अस्ति चेत् समासविषये तत्र आकारः न तिष्ठति खलु इति पुंवद्भावः इति वदामः तद्विषये. अस्तु महोदय, प्रश्नः आसीत् उदयकुमार महोदय, तदेव आसीत् नामकरणमेव. नामकरणमेव संस्कृतभाषायां तथा अस्ति. समस्तपदे समस्त विग्रहवाक्ये तथा भवति. समस्तपदे तु पुल्लिङ्गमेव. समासः इति भवति खलु. हा, पुल्लिङ्ग इत्युक्ते प्रातिपदिकं यत् अस्ति, पुल्लिङ्गे यद् भवति तत् तिष्ठति तत्र. उत्तमं प्रातिपदिकं यत् आसीत् तदेव तिष्ठति. यदि पुल्लिङ्गमस्ति उत्तमं सन्धि नास्ति अत्र. हा, अस्तु भगिनि. आम् सर्वदा कर्मधारयसमासे पुंभावे सर्वदा पुल्लिङ्गपूर्वपदं तिष्ठति समस्तपदे. परन्तु यदि समासः तत्पुरुषसमासः अस्ति, सामान्यतत्पुरुष यथा वृक्षमूलं, वृक्षस्य मूलम्, अत्र वृक्षस्य षष्टिविभक्तिः अस्ति, परन्तु मूलं नपुंसकलिङ्गे अस्ति, वृक्षशाखा अस्ति चेत् स्त्रीलिङ्गे भवति, अथवा वृक्ष पुल्लिङ्गे भवति. अत्र तु सामान्याधिकरणं नास्ति, परन्तु वृक्षमूलं, वृक्षशाखा इति वृक्ष तु तिष्ठति. तत्र किं भवति, तत्र किं भवति इत्युक्ते, वयं जानीमः तत्पुरुषसमासे समासः तत्पुरुषसमासः साधारणतया वदामः चेत् प्रकारद्वयमस्ति. यत्र सामानाधिकरण्यम् अस्ति, यत्र सामानाधिकरण्यं नास्ति. यत्र सामानाधिकरण्यम् अस्ति तत्तु कर्मधारयः. यत्र सामानाधिकरण्यं नास्ति तत्र कस्य अपि एकस्य विभक्तिलोपः भवति खलु. समस्तपदे विभक्तिलोपः, विग्रहवाक्ये इति विभक्तिपदस्य आवश्यकता अस्ति. तर्हि विभक्तिलोपः यदि समस्तपदे भवति इत्युक्ते तत् पुल्लिङ्गे यत् अस्ति तत् भवति. नदी इति स्त्रीलिङ्गपदमस्ति, पदमपि स्त्रीलिङ्गपदमस्ति खलु, तदेव पदं. तर्हि अस्माकम् अत्र अस्माकं प्रथमाविभक्तौ भवति इति नियमः, न तु लिङ्गभेदः तत्र तत्पुरुष सामान्यतत्पुरुषसमासे. परन्तु कर्मधारे किं भवति, विभक्तिकत्वं यत् अस्ति तदेव समानविभक्तिकत्वम् अस्ति खलु. तर्हि किं कुर्मः, सामान्यतत्पुरुषसमासे तु अतीवसुलभम् अस्ति, यत् प्रथमाविभक्तौ अस्ति तत् स्वीकरोतु. परन्तु अत्र सर्वदा प्रथमाविभक्तौ भवति, तत् तर्हि लिङ्गविषयम् अपि आगच्छति खलु. किमर्थम् इत्युक्ते प्रथमपदं यत् अस्ति तत्तु तत् विशेषणवाचकपदं भविष्यति खलु. तर्हि किं कुर्मः इति प्रश्नः. सर्वदा पुल्लिङ्गे कुर्मः इति पुंवद्भावः, पुंवत् भावः, पुलिङ्ग इव भावः, पुलिङ्गवत् भावः इति भवति इति अत्र उच्यते. स्पष्टं वा भगिनि? अस्तु महोदय. वदति वृक्षमूलम् इति, परन्तु वृक्षः विशेषणं नास्ति खलु. वृक्षमूलं सर्वदा कर्मधारे समासे विशेषणविशेषः भवति इति नास्ति. कर्मधारे समासे एकार्थबोधकत्वम् इत्युक्ते विशेषणविशेषभावः न, तत् सूचयति इति एकार्थबोधकत्वं. वृक्षमूलः वृक्षस्य इति सामान्यतत्पुरुषः अस्ति खलु, न तु कर्मधारयः. अस्तु अस्तु, समीचीनं. परन्तु भवतः प्रश्नः अपि समीचीनः अस्ति, सर्वदा विशेषणविशेषभावः भवति इति नास्ति. मम प्रश्नः अस्ति, यदि उदाहरणे यदि विशेषविशेषभावम् अस्ति, विशेषणं श्रीलिङ्गम् अस्ति चेत् पुल्लिङ्गे एव भवति इति नियमः, साधारणनियमः अस्ति. अस्तु, भवान् अग्रे पठतु महोदय. तर्हि सामानाधिकरण्यं केषु समासेषु प्राप्यते, कर्मधारे धारय समासे, बहुव्रीहि समासे च, अन्यत्र न खलु. पश्यामः इदानीम् उदाहरणम् उदाहरणं पश्यामः, तदेव अस्माकं प्रथमम् उदाहरणं पश्यामः. उत्पीठिकायां लेखकपुस्तकम् अस्ति खलु, न तत् समीचीनं नास्ति. राजीवलोचनं अथवा लेखकपुस्तकः गच्छति, लेखकपुस्तकः गच्छति खलु, लिखितपुस्तकः गच्छति कः गच्छति बहुभिः गच्छति पुस्तकं न तु गच्छति न लिखित इति पदं गच्छति अन्य कोऽपि गच्छति इति बहुभिः अस्ति तर्हि अत्र लिखितपुस्तकं पुस्तकः खलु तर् लिखित इति विभक्ति प्रथमा पुस्तकमपि प्रथमा पुल्लिङ्गे अस्ति चेत् तर्हि अत्र पुस्तकः भवति तर्हि समानविभक्तिकत्वम् अस्ति एकार्थबोधकत्वम् अस्ति लिखित इति पदं किं सूचयति येन लिखितं सः खलु तर्हि सामानाधिकरण्यं कुत्र भवति बहुव्रीहिसमासे अपि भवति अपि भवति सामानाधिकरण्यं कर्मधारे तु भवति एव खलु इति अत्र दत्तमस्ति अन्यत्र कुत्रापि न भवति अन्यत्र कुत्रापि न भवति इत्युक्ते तत्र द्वन्द्वौ तत्र समानविभक्तिकत्वं तु अस्ति एकार्थबोधकत्वं नास्ति खलु तत्पुरुषे तु सामान्यतत्पुरुषसमासे तु एकार्थविभक्तिकत्वं नास्ति खलु इति अस्ति एवं तत्र अव्ययीभावसमासे इति भवति इति किमपि सर्वदा नास्ति एकार्थबोधकत्वं नास्ति समानविभक्तिकत्वम् अपि नास्ति अस्तु अग्रे पठतु महोदय उदाहरणार्थं रामकृष्णौ इति द्वन्द्वसमासः अत्र समानविभक्ति विभक्तिकत्वम् अस्ति किल रामः च कृष्णः च रामकृष्णौ रामः अपि प्रथमान्तः कृष्णः अपि प्रथमान्तः किन्तु रामः रामं बोधयति कृष्णः कृष्णं बोधयति समानाधिकरण्यम् इत्युक्ते समानविभक्तिकत्वम् एव न एकार्थबोधकत्वम् अपि आवश्यकं रामकृष्णौ इति पदे एकार्थबोधकत्वं नास्ति अतः समानाधिकरण्यं नास्ति अस्तु समीचीनम् अग्रे महोदय अतः स्त्रियां द्वन्द्वसमासः अस्ति चेत् समानविभक्तिकत्वं भवेत् किन्तु समानाधिकरणीयं नास्ति अतः भवति लीलासिते इति खलु अत्र लीला अस्ति सीता अपि अस्ति तर्हि कुम्भद्भावः कोऽपि प्रश्नः नास्ति तत्र सामानाधिकरण्यं तु नास्ति स्त्रीलिङ्गं हा तर्हि स्त्रीलिङ्गम् अस्ति चेत् तथापि न भवति अथवा कुत्रापि द्वन्द्वः सर्वदा पुल्लिङ्गे पदद्वयमस्ति अथवा स्त्रीलिङ्गे अस्ति इति नास्ति रामसितौ सीतारामौ अपि भवति सीतारामौ भवितुमर्हति खलु मातापितरौ एवमपि अस्ति पितामातरौ अपि भावः नास्ति परन्तु उत्तरपदस्य उत्तरपदस्य विभक्ति यत् लिङ्गं यत् अस्ति चेत् तदाधारेण भवति खलु महिला अस्ति स्त्रीलिङ्गं सीता अपि स्त्रीलिङ्गं स्त्रीलिङ्गपदम् अस्ति अथवा सीताराम इति अस्ति चेत् सीतारामौ इति भवति एवं मातापितरौ अपि अस्ति तथा अस्तु अग्रे भगिनि शुद्धभाषा इति पदे समानाधिकरण्यम् अस्ति अतः पूर्वभावः अधुना वस्तु अस्तु अस्तु अवगच्छति वा खलु इदानीं तदेव वाक्यं शुद्धभाषा किमर्थं शुद्धा भाषा इति नास्ति भाषा इति कीदृशपदं पुल्लिङ्गं वा स्त्रीलिङ्गं वा तर्हि शुद्ध इति किमस्ति शुद्धः शुद्धा शुद्धं भवति यथा सुन्दरः सुन्दरी सुन्दरं विशेषणपदमस्ति तर्हि शुद्धभाषा न तु शुद्धाभाषा किमर्थम् इत्युक्ते समासे साधारणनियमः अस्ति पुंवद्भावः इति यदि अन्तिमपदं स्त्रीलिङ्गमस्ति तस्य पूर्वे यत् विशेषणवाचकपदमस्ति यदि अन्ते स्त्रीलिङ्गपदमस्ति प्रथमपदं पुल्लिङ्ग इव भवति न तु स्त्रीलिङ्ग इव तस्य नाम अस्ति पुंवद्भावः इति कृत्वा शुद्धभाषा इति शुद्धम् अथवा समीचीनं शुद्धा भाषा इति त्रुटिः अस्ति तत्र खलु अस्तु अग्रे पूर्वपदम् उत्तरपदं द्वयं पुल्लिङ्ग अस्ति तत्र न कोऽपि प्रश्नः पूर्वपदं स्त्रीलिङ्ग उत्तरपदं पुल्लिङ्ग हा तदेव पुल्लिङ्गं पुल्लिङ्ग हा अन्तिमपदं महोदय यदि विशेषणपदम् ईकारं दृष्टिलिङ्गमस्ति चेत् कष्टमस्ति अग्रे आयात् पठामः अग्रे आगच्छति अत्र अस्मिन्नेव बिन्दुः किञ्चित् बृहत् अस्ति खलु पुम्बद्भावः पश्यन्ति चेत् करपत्रे किं किम् अस्ति तत् पठामः अग्रे प्रश्नः अस्ति चेत् करिष्यामः अस्तु सुन्दरी इति शब्दः खलु अग्रे आगच्छति अग्रे आगच्छति नास्ति चिन्ता भगिनी पठतु अग्रे अधुना वस्तुतः कर्मधारय समासः नवविधः अत्र प्रश्नः उदेति कुत्र कुत्र कम्बद्भावो भवति यथा अम्रः इति वृक्षः आम्रवृक्षः इति स्थले तादृश वृक्षविशेषः स्त्रीलिङ्गशब्दः अस्ति चेत् पुम्बद्भावो भवति अस्तु अधुना कर्मधारे समासः अस्तु पुम्बद्भावः कर्मधारे समासः नवविधः खलु नवविधः इत्युक्ते विशेषणपूर्वपद कर्मधारे समासः विशेषणपरपद कर्मधारयसमासः उत्तरपदकर्मधारयसमासः एवमेव कृत्वा हा तत्र समासपुस्तके इति अस्ति एतत् सर्वं नवविध कीदृशः अस्ति अस्तु तर्हि अत्र प्रश्नः उदेति कुत्र कुत्र पुम्बद्भावः भवति खलु यथा आम्रः इति वृक्षः आम्रवृक्षः इति स्थले तादृशवृक्षविशेषः स्त्रीलिङ्ग शब्दः अस्ति चेत् पुम्बद्भावः भवति किम् इति प्रश्नः अस्ति खलु अत्र वृक्षः इति पदं तु पुल्लिङ्गे अस्ति अतः चिन्ता नास्ति आम्रवृक्षः भवति परन्तु वृक्षः इति पदं यदि स्त्रीलिङ्गे अस्ति चेत् तत्र पुम्बद्भावः भवति किम् अग्रे पठतु भगिनि उत्तरत्वेन समानाधिकरण्यम् इति तु अपेक्षितमेव इदमपि संयोजनीयम् अस्ति यत् भाषितमेव पुंवद्भावो भवति भाषित पुंस्कः नाम तादृशशब्दः यः पूर्वं पुल्लिङ्गे आश्रितः तदा स्त्रीत्वभाषायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः एतादृशशब्दाः एव भाषितः पुमान् येन सह भाषितपुंस्कः भाषितः पुमानेन सह भाषितपुस्तकः तदेव समासः अपि अस्ति येन सह इत्युक्ते येन सह भाषितपुस्तक बहुव्रीहिः अस्तु पुमान् पुनः पुनः पुलिङ्ग परन्तु पुमान् तस्य अर्थः पुनः पुनः पुलिङ्गपदम् इति अत्र अर्थः अस्तु समीचीनम् इदानीम् एकमेकं वाक्यं पठित्वा करिष्यामः तत्र किं किं बहु किमपि आसीत् तर्हि प्रश्नः आसीत् अस्माकं यदि आम्रवृक्षः इति पदमस्ति खलु तर्हि इति स्थले तादृशवृक्षविशेषः स्त्रीलिङ्गशब्दः अस्ति चेत् तर्हि तत्र कुम्भद्भावो भवति किम् इति अस्ति चेत् प्रश्नः उत्तरत्वेन सामानाधिकरण्यम् इति तु अपेक्षितमेव तत्र आम्रः इति वृक्षः तत्र आसीत् इदमपि संयोजनम् अस्ति यत् भासितपुंस्कानां पुंस्कानामेव कुत्र पुम्बद्भावः भवति भासितपुंस्कानामेव भवति तर्हि भासितपुंस्कः इत्युक्ते किं नूतनपदः तत् तदस्ति तत् किम् अत्र लिखितमस्ति नाम एतादृशशब्दः तादृशशब्दः यः पूर्वं पुल्लिङ्गे आश्रितः खलु इति आम्रः हा भासितपुंस्कः नाम तादृश यः पूर्वं पुल्लिङ्गे आश्रितः तदा स्त्रीत्वविवक्षायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः एतादृशी लतावृक्ष यदि समानमेव समानमेव उदाहरणार्थं तत्र आम्रलता इति भवति किमर्थम् आम्रः इति पुल्लिङ्गे अस्ति इति तस्य इति अस्ति इति अस्ति आम्रतरु अस्ति अग्रे अग्रे आगच्छति तस्य उदाहरणं तर्हि भासितपुंस्कः नाम तादृशशब्दः यः पूर्वं पुल्लिङ्गे आश्रितः खलु तर्हि तादृशशब्दः भासितपुस्तकः इति वक्तुं शक्नुमः भासितपुंस्कः इत्युक्ते किं भासितः पुमान् येन सह अस्तु अग्रे उदाहरणम् अस्ति तत् पश्यामः चेत् सम्यक् भवति अस्तु भगिनी अग्रे करोतु कृपया यथा विद्या एव धनं विद्याधनं विद्याशब्दः भाषितपुंस्कः नास्ति किमर्थं स्त्रीलिङ्गे अस्ति विद्या आकारान्त स्त्रीलिङ्गधनं किमर्थम् इति चेत् यद्यपि विद्या इति शब्दे टाप् इति स्त्रीप्रत्ययः अस्ति प्रमुखेषु स्त्रीप्रत्ययेषु टाप् प्रत्ययः अन्यतमः तथापि पूर्वं विद्यः इति शब्दः आसीत् ततः परं टाप् प्रत्ययः योजितः इति नास्ति विद्याशब्दस्य पुल्लिङ्गरूपम् एव न भवति तदा टाप् प्रत्ययान्तम् एव भवति अत्र विद्या अस्ति अनन्तरं टाप् प्रत्ययस्य योजनेन विद्या इति न भवेत् विद्या इति शब्दः अस्ति तत् स्त्रीलिङ्गे भवति इत्यर्थे भाषितपुंस्कः नास्ति तदा विद्याधनं न भवति विद्याधनम् इति किमर्थम् इत्युक्ते पदं विद्या एव स्त्रीलिङ्गपदं रूपं खलु आसीत् वा एतादृशः तथा अस्ति अग्रे अपि भवति अग्रे अग्रिमं कर् पठतु भगिनि पुल्लिङ्गे पुल्लिङ्गे पुल्लिङ्गे यस्य प्रयोगो भवति तस्मात् शब्दात् स्त्रीप्रत्ययस्य योजनेन तस्य स्त्रीलिङ्गत्वं यदि सम्पादितं तर्हि सः शब्दः भाषितपुंस्कः माला नासिका एतादृशबहवः शब्दाः सन्ति ये नित्यस्त्रीलिङ्गशब्दाः तेषां स्त्रीप्रत्ययः भवति एव तत्तत् अपि समानमेव माला अस्ति नासिका अस्ति चेत् तत्र पुल्लिङ्ग भावः नास्ति तत्र पुल्लिङ्गप्र रूपं नास्ति चेत् सर्वदा नासिका अथवा माला इति समस्तपदे अपि मासिका माला एव तिष्ठति, न तु माल अथवा नासिक। तर्हि पदं कीदृशं तत् द्रष्टव्यमस्ति। यदि पदं नियतस्त्रीलिङ्गपदमस्ति चेत् तस्य तु परिवर्तनं न भवति। यतिप्रातिपदिकम् अस्ति पूर्वपदं, यतिप्रातिपदिकम् अस्ति पुल्लिङ्ग भवति, विशेषणपदं यथा वयं दृष्टवन्तः तत् अस्ति चेत् तु नियत पुल्लिङ्गरूपं तत् धारयति। स्त्रीलिङ्गपदं नासिका इति पदं, स्त्रीलिङ्गपदं नियतस्त्रीलिङ्गपदम् अस्तु। अग्रिकस्त्रीलिङ्गपदं टाप् इति प्रत्ययेन यत्र आकारः इति युज्यते खलु, यथा भगिन्या पठितं तत्र विद्या इति अस्ति पदं संस्कृते, पूर्वे अपि अस्ति, तत्र टाप् प्रत्यये योजयामः चेत् विद्या इति भवति। हा, एकं प्रत्ययः अस्ति तत्र आकारः युज्यते। कोऽपि वदति इदानीं टाप् प्रत्यये योजयित्वा विद्या इति पदं करिष्यामि, तथा नास्ति। विद्या इति पदं पुल्लिङ्गम् इति अस्ति, परन्तु विद्या यत् अस्ति तत् अन्य केनचित् आधारेण विद्या इति पदं न आगतं। विद्या इति पदम् एव स्त्रीलिङ्गपदं, नियतस्त्रीलिङ्गपदम् अस्ति इति वार्ता अस्ति, रूपान्तरं नास्ति। अग्रे आगच्छतु तद्विषये भगिनि। महोदय महोदय पठतु। अत्र अस्तु महोदय। सुन्दरी, सुन्दरी इति शब्दः भाषितपुस्तकः पुंस्कः, सुन्दरी इति शब्दः भाषितपुंस्कः, यतोहि सुन्दरः इत्येवं पुल्लिङ्गे व्यवहारः अस्ति। स्त्रीलिङ्गविवक्षायां प्रत्ययः योज्यते, अनेन च सुन्दरी इति रूपं। विद्या अधिकता विद्या नास्ति तस्य, परन्तु अत्र सुन्दर प्लस् इम् इति सुन्दरी भवति इति तस्य। सुन्दरः, सुन्दरी, सुन्दरं वयं जानीमः खलु, पदमस्ति सुन्दर इति प्रातिपदिकरूपम्। इदं विशेष निघ्न, विशेष निघ्नपदमिति विशेषनिघ्नः इत्युक्ते यथा यद् लिङ्गं यद् वचनं भवति विशेष्यपदस्य विशेषणं यथा सुन्दर इति पदमस्ति तादृशं भविष्यति, यथा सुन्दरी खलु। तर्हि अस्माकं भाषितपुंस्कः अस्ति वा न वा इति प्राधान्यं, तदानुसारेण करिष्यामः तत्र पूर्वपदस्य रूपं कथं भवति, यथा भवतः प्रश्नः आसीत् सुन्दरी इति पदमस्ति चेत् किं करिष्यामः खलु। अस्तु, अधरि किं भवति, बालिका अस्ति चेत् एवं, सुन्दरा अस्ति चेत् किं किं वदामः समासविषये, सुन्दरबालिका अवगच्छति इदानीम्। अस्तु, अत्र अत्र अत्र तत् तस्य रूप तत् किम् अस्ति दत्तमस्ति खलु, भाषितपुंस्कः नाम नाम तादृशशब्दः यः पूर्वं पुल्लिङ्गे आश्रितः, पुल्लिङ्गे यस्य आश्रयः पुल्लिङ्गः अस्ति खलु, भाषितपुंस्कः, भाषितः पुमान् येन सह भासितपुंस्कः इति अस्ति. भासितपुमान् येन सह इति विग्रहवाक्यं तदेव लिखितमस्ति तत् अत्र. अस्तु तर्हि उदयकुमार महोदय, महोदय अग्रिम अपि पठतु अग्रे किञ्चित्. त्रिषु लिङ्गेषु सम्भावना अस्ति यस्य तादृशविशेषणं पूर्वपदमस्ति चेदेव पुम्मद्भावो भवति. अतः विशेषणपूर्णपदकर्मदायसमासः अस्ति चेत् भवति. सुन्दरी नदी सुन्दरनदी. कुशल महोदय, देवकान्तमहोदय, समीचीनं खलु? अस्तु तदेव प्रश्नम् अस्माकम् आसीत्. तदेव पदं विशेषनिघ्नपदमस्ति खलु? विशेष्यं किमस्ति तदाधारेण तस्य लिङ्गपरिवर्तनं भवति. अस्तु समीचीनम्. अग्रे अश्लेष महोदय, कुशल महोदय, समासे अपि भवति तत्र समानादिकरणं बहु व्रीहिसमासः इति कश्चन प्रमुखप्रकारकः बहु व्रीहिः. यथा बहुव्रीहिः द्वयपदं प्रधानं नास्ति तर्हि अपि अस्ति. किमस्ति किं नास्ति बहुव्रीसमासे पदद्वयोः प्राधान्यं नास्ति. एकं द्वितीयं सूचयति, समानाधिकरण्यं नास्ति, समानविभक्तिकत्वं नास्ति, एकार्थबोधकत्वमपि नास्ति खलु? कुत्र बहुव्रीसमासे एकार्थबोधकत्वं न बहुव्रीसमासे भवितुम्? क्षम्यतां. तर्हि समानाधिकरणं केषु समासेषु भवति इति बहुव्रीहिसमासे भवति एव. क्षम्यताम्, अत्र प्राधान्यम् इत्युक्ते तत्र किं सूचयति प्राधान्यं कुत्र अस्ति इत्युक्ते पदेषु बहिः अस्ति. तर्हि अत्र सामानादिकरण्यं बहुव्रीहिसमासः इति कश्चन प्रमुखप्रकारकः बहुव्रीहिः इति वयं जानीमः. अग्रे करोतु महोदय. यथा विशालनासिकः अग्रे, अपि च विशालनासिकस्याः सः विशालनासिका विशाला इति शब्दः भाषित संस्कार तर्हि तादृश बहुव्रीहिसमासः यः अपरस्मिन् सन्दर्भे अपरस्मिन् अर्थे विशेषपूर्वपदकर्मधारयसमासः भवितुम् अर्हति स्म. तस्मिन्नपि पुमद्भावो भवति यत्र समाधिकरणीयम् अस्ति खलु? इत्युक्ते लिखितपुस्तकः लिखित लिखितपुस्तकम् इति भवति खलु? किमर्थं लिखित तत्र विशेषणम् अस्ति चेत् अत्रापि पश्यतु तत्र विशालनासिकः विशालनासिका न तु विशाला नासिका खलु? तत्रापि तथा अस्ति. अस्तु समीचीनम्. अग्रे अश्लेष महोदय, कर्मधारय समासे विशेषणोत्तरपदः इत्यपि अस्ति. तत्र पुंवद्भावः न सम्भवति यतोहि पूर्वपदं विशेष्यं नियतलिङ्गं. विशेषणोभयपदे कर्मधारये पूर्वपदं भाषितपुंस्कम् अस्ति चेत् पुंवद्भावो भवति यथा शीतम् उष्णं शीतोष्णं रोटिका पूर्णतया शीता अपि नास्ति पूर्णतया उष्णा अपि नास्ति इति कृत्वा द्वयोः गुणयोः तस्यां समावेशः शीता च सा उष्णा च शीतोष्णा रोटिका मन्दं मन्दम् एकमेकं वाक्यं पठित्वा करिष्यामः अस्तु पुनः कर्मधारय समासे विशेषणोत्तरपदः इत्यपि अस्ति इत्युक्ते किं नवविधः अस्ति चेत् एकविध विशेषण उत्तर समासपदद्वयम् अस्ति खलु पूर्वपदम् उत्तरपदम् एतावत्पर्यन्तं वयं यत् पठितवन्तः उदाहरणानि दृष्टवन्तः तत्र पूर्वपदं विशेषणपदम् आसीत् परन्तु उत्तरपदविशेषणम् अपि भवति खलु यथा वृक्षतुङ्ग रामः कापि हा वृक्षतुङ्गरामः क एतत् सर्वं पदं तर्हि उत्तरपदविशेषणम् अपि भवति तत्र किं भवति तत्र पुंवद्भावः न सम्भवति यतोहि पूर्वपदं विशेषं नियतलिङ्गम् इत्युक्ते तत्र पुंवद्भावः नास्ति परन्तु कारणं न जानामि किमर्थम् इत्युक्ते पूर्वपदं विशेषं यत् अस्ति तत्र लिङ्गपरिवर्तनं न भवति खलु नियतलिङ्गम् इत्युक्ते लिङ्गम् एकमेव तर्हि पुंवद्भावस्य प्रश्नः अपि न उदेति खलु स्पष्टं वा महोदय अस्तु अग्रे रामहतः अस्ति चेत् रामः तु पुल्लिङ्गपदमेव खलु अस्तु विशेषणोपदे इदानीं भिन्नविषयः हा वदतु कर्मधारये पूर्वपदं भाषितपुंस्कम् अस्ति चेत् पुंवद्भावो भवति यदि समासः अस्ति तत्र पदद्वयः भवति परन्तु रामहतः भवितुमर्हति न रामहतं भवितुमर्हति रामहतम् उत्तरविषये हा हा हा अग्रे किम् अस्ति पश्यामः विशेषेण कर्मधारय उत्तरपदविशेषः कर्मधारय नास्ति रामः न इदानीम् अस्माकं प्रश्नः आसीत् न अत्र भवान् अवदत् कर्मधारयसमासे विशेषणो उत्तरपद इत्यपि अस्ति तत्र पुंवद्भावः न सम्भवति यतः अपि पूर्वपदं विशेष्य च पूर्वपदं विशेष्यं नियतलिङ्गं हा खलु इत्युक्ते पदमस्ति द्वितीयपदं यत् अस्ति तत् विशेषणमस्ति यथा हत इति पदं पूर्वपदं किम् अस्ति रामः इति अस्ति खलु रामः इति पदं नियतलिङ्गपदं पुल्लिङ्गपदं तस्य भिन्नरूपम् अन्यरूपं न भवति न अर्हति न भवति एव खलु इति आसीत् अस्तु अग्रिमम् इदानीं विषयः अस्ति पदद्वयम् अपि विशेषणम् उभयपदं विशेषणमस्ति कर्मधारयसमासे उभयपदविशेषणमस्ति तत्र किं भवति अग्रे पश्यामः विशेषण उभयपदे हा पश्यतु अग्रे विशेषणोभयपदे कर्मधारये पूर्वपदं भाषितपुंस्कम् अस्ति चेत् पुंवद्भावो भवति खलु यदि विशेषणं भवति पूर्वपदं विशेषणम् उत्तरपद अपि विशेषणम् एवम् अस्ति चेत् पुंवद्भावो भवति एव इत्युक्ते अस्माकं नियमः अस्ति उत्तरपदं किम् अस्ति पश्यतु उत्तरपदं विशेषणमस्ति चेत् पुंवद्भावः भवति उत्तरपदं यदि विशेष्यम् अस्ति पूर्वपदं विशेषणमस्ति तर्हि तत्र पुंवद्भावः भवति उत्तरपदविशेषणं पूर्वपद अपि विशेषणं तत्र अपि पुंवद्भावः भवति इत्युक्ते यत् पदं विशेषणं भवति यत्र लिङ्गपरिवर्तनं भवति तत्र पुंवद्भावः भवति यत्र नियतलिङ्गमस्ति तत्र पुंवद्भावः न भवति इति विषयः खलु साधारणविषयः अस्ति यदि पूर्वपदं विशेषणम् अस्ति उत्तरपदं विशेषः अस्ति चेत् हा सर्वदा पुम्बकुम्बभावः भवति एव निश्चयेन निश्चयेन भवति हा यदि पूर्वपदम् उत्तरपदम् अपि विशेषणं भवति तत्र अपि भवति तत्र भवति हा परन्तु विशेष्यविशेषणम् अस्ति चेत् तत्र न भवति विशेष्यविशेषणं किमर्थम् इत्युक्ते विशेष्यं यत् अस्ति तत् नियतलिङ्गपदमस्ति खलु अस्तु अग्रे महोदय उदाहरणम् उदाहरणं यथा शीतम् उष्णं शीतोष्णम् अत्र शीतं पूर्वपदम् उष्णम् उत्तरपदं पूर्वपदम् अत्र विशेष्यमस्ति शीतं तस्य लिङ्गं नपुंसकलिङ्गमेव तर्हि भावना अस्ति तत्र एतदस्ति तत्र अग्रे अग्रे पश्यामः रोटिका पूर्णतया शीता अपि नास्ति पूर्णतया उष्णा अपि नास्ति इति कृत्वा द्वयोः गुणयोः सत्यां समावेशः तत्र अस्ति न उमद्भावः भवति शीतोष्ण शीतोष्णजलं भवति शीतोष्ण शीतोष्णं जलम् अत्र तु शीतोष्णरोटिका शीतोष्णरोटिकाष्णजलं खलु विशेषण उभयपदे अस्ति खलु विशेषण उभयपदम् अस्ति चेत् तत्र पूर्वभावः भवति समीचीनमस्ति वा अस्माकं तत्र सूची अस्ति चेत् हा हा हा समीचीनं हा हा कुत्र कुत्र भवति इत्युक्ते पुम्बद्भावः कुत्र भवति यदि पदद्वयं नयामः चेत् पूर्वपदम् उत्तरपदं यदि विशेषणविशेष्य अस्ति पुम्बद्भावः भवति विशेषणविशेषणमस्ति पुम्बद्भावः भवति विशेष्यविशेषणमस्ति पुम्बद्भावः न भवति सर्वदा न भवति किमर्थम् इत्युक्ते विशेष्यम् इति नियतलिङ्गपदमस्ति खलु खलु एकमेव स्मर्तुं शक्नोति विशेषविशेषणमस्ति चेत् न भवति हा अस्तु समीचीनं तर्हि हा अग्रे लिखितमस्ति तदपि समापयतु अश्लेष महोदय अग्रे यद् वाक्यम् आहत्य विशेषणपूर्वपदकर्मधारय समासः विशेषणो उभयपदकर्मधारय समासः समानाधिकरणबहुव्रीहि समासे च एतेषु त्रिषु स्थलेषु पुम्बद्भावो भवति लिखितमस्ति अस्तु तदेव कुत्र कुत्र भवति विशेषणपूर्वपद विशेषण उभयपद एतत् कर्मधारे समासे अथवा सामानाधिकरण्य बहुव्रीहिसमासे अपि भवति किमस्ति समानाधिकरण्य न सुखि नास्ति समान समान न अत्र बहुव्रीहि समासे अस्ति अत्र समासे अस्ति अथवा समासे अस्ति अत्र सामानाधिकरण्यम् अपि तत्रापि त्रुटिः अस्ति सामानाधिकरण्यम् अस्तु समीचीनं प्रश्नः अस्तु अस्तु महोदय अस्तु समीचीनं अत्र विनोद महोदय अग्रे अपरेषु स्थलेषु कर्मचाराय समासः भवति मेघः इव श्यामः मेघश्यामः इति उपमानपूर्वपदकर्मधारय समासः नरः यादः एव नरव्याधः इति उपमानोत्तरपदे पदकर्मधारय समासः किन्तु तेषु प्रकारेषु पूर्वपदं विशेषणं नास्ति इति कारणतः भवति अर्थम् अपरेषु अन्यत्र अन्यतस्थले सर्वदाय कार्ये समासः भवति. अत्र उदाहरणं मेघ इव श्यामः, मेघश्यामः इति उपमान पद पूर्वपद कर्मधारस्य समासः. उपमान इत्युक्ते तुलना, तुलना पूर्वपद भवति. तत्र कर्मधारे समासः अस्ति. उदाहरणं नरः व्याधः इव व्याघ्रः, व्याघ्रः इव नरव्याघ्रः. अत्र उपमान उत्तरपदे कर्मधारः समासः अस्ति. किन्तु प्रकारेषु प्रकारेषु पूर्वपदं विशेषणं नास्ति. पूर्वपदं विशेषणं नास्ति, पूर्वपदं विशेषणं नास्ति चेत् पुंभावः सम्भवति, न सम्भवति, न सम्भवति खलु. तुलना अस्ति, न तु विशेषणं खलु. तर्हि नेतलिङ्गं नास्ति. अस्तु, समीचीनम्. उपमान उपमान इति तुलना अस्ति. अस्तु, अग्रे भगिनि. यत्र समानाधिकरण्यम् अस्ति अनेन एकार्थ बोधकत्वम् अस्ति. समान विभक्तिकत्ववं च अस्ति. अपि च पूर्वपदं विशेषणम् अस्ति. स च पूर्वपदं भाषितपुस्तकं पुस्तकम् अस्ति. तत्र पुंभधावः कुत्र भवति? अत्र नियमः दत्तमस्ति. तर्हि प्रथमं सामानादिकरण्यं भवेत्. द्वितीयं द्वितीयमस्ति पूर्ववदविशेषणम् आवश्यकम् अथवा पूर्वपदं भासितपुंस्कम् इति आवश्यकम्. सामानादिकरण्यं, पूर्ववदविशेषणं, पूर्ववदभासितपुंस्कम् इति अस्ति चेत् पुम्बद्भावः भवति खलु. आगामिसप्ताहे पञ्च उदाहरणानि आनयन्ति वा? अत्र विषयम् इदानीम् अस्ति पुम्बद्भावः. बहु समयः अस्माकम् अद्य जातः खलु. इत्युक्ते यथा उदाहरणम् आसीत् अस्माकं शुद्धभाषा, शुद्धभाषा उत्तमबालिका खलु. पुम्बद्भावस्य नदी अस्ति, दीर्घनदी, दीर्घनदी खलु. इदानीं त्रयः उदाहरणानि एवमेव अभवत्. साधारणे चिन्तयतु, पुम्बद्भावः नास्ति चेत् तस्यापि उदाहरणं करिष्यामः. कर्तुं शक्यते, कर्तुं शक्यते. पुम्बद्भावः कुत्र भवति इति चेत् तत्र त्रुटिः न भवति तस्य प्रयोगे अग्रे गत्वा. अस्तु, अग्रे सरिता भगिनी, किञ्चित् समयः अस्ति, अग्रे गच्छामः. समासे पूर्वपदं विशेष्यम् अन्तिमपदं सकर्मकान्तं वर्जयित्वा विशेषणं चेत् प्रायः उपमानपूर्वपदकर्मधारय समासः भवति. यथा मेघश्यामः, मेघः इव श्यामः. एषु समासेषु तुलना उपमा क्रियते, अथः विग्रहवाक्ये इव इति शब्दः श्रूयते. समासे पूर्वपदं विशेष्यम् अस्ति, अन्तिमपदं तान्तरूपं नास्ति, सकर्मकतान्तरूपं नास्ति. यथा पठित अस्ति, हतः नास्ति. परन्तु विशेषणमस्ति, तत्र उपमानपूर्वपदकर्मधारय समासः इति तस्य कर्मधारय समासस्य नाम प्रकारः. यथा मेघश्यामः, मेघः इव श्यामः. अत्र पूर्वपदं विशेष्यम् अस्ति मेघः, नियत लिङ्गमस्ति, पूर्व पुल्लिङ्गे अस्ति. अन्तिमपदं श्यामः अस्ति. अत्र तप्रत्ययः नास्ति परन्तु विशेषणमस्ति श्यामः कृष्णः एव इत्युक्ते वर्णं सूचयति इव अस्ति चेत् तत्र तुलना भवति अथवा उपमा भवति मेघः कृष्णः इव कृष्णवर्णस्य इव कृष्णवर्णः इव अतः विग्रहवाक्ये इव इति शब्दः श्रूयते यथा वृक्षतुङ्गः वृक्ष इव तुङ्गः तुङ्ग इत्युक्ते उन्नतः काककृष्णः काकः इव कृष्णः परन्तु काकः इव कृष्णः अस्ति चेत् तत् तत् विशेषणं भवति समस्तपदे समस्तपदविशेषणं भवति काककृष्णः कृष्णफलकम् अथवा फलकं काकः इव कृष्णः फलकम् तस्य अर्थः उत्तरपदविशेषणमस्ति परन्तु पूर्वपदविशेषमस्ति अतः उपमानपूर्वपद किमर्थं वृक्षस्य तुलना भवति तुङ्गशब्द तुङ्ग सः काकस्य तुलना कृष्णः सः भवति भवति अत्र विशेषणपदं यत् अस्ति तत् उत्तरपदे अस्ति इति कृत्वा यत् तत्र तूलना भवति अन्य किमपि परन्तु अत्र उपमानकर्मधारे परन्तु अत्र उपमानकर्मधारे अस्ति चेत् तत्र सुन्दरभावः न भवति इति वयं पठितवन्तः कुत्र कुत्र भवति तर्हि कुत्र कुत्र भवति इति वयं दृष्टवन्तः खलु कुत्र कुत्र भवति अनन्यभगिनी पुम्बद्भावः कुत्र कुत्र भवति विशेषणं विशेष्य विशेषणं प्लस् विशेषणम् समानाधिकरण्यं भवति अत्र पूर्वपदविशेषणम् उक्तवती तत्र द्वयोः तृतीयं वदतु कुत्र भवति हा भवती उक्तवती तत्र कुत्र कुत्र भवति प्रथमम् उक्तवती खलु विशेषणविशेष्यकर्मधारय समासे भवति विशेषण उभयपदकर्मधारय समासे भवति एवं यत्र सामानाधिकरण्यं बहुव्रीहिः अस्ति तत्र भवति खलु त्रयोः स्थले पूर्वपदं विशेषणमस्ति हा परन्तु यदि विशेषणमस्ति चेत् भाषितपुंस्कः तु भवति न कुत्र हा भवति एव खलु अत्र अत्र लिखितमस्ति खलु कुत्र कुत्र भवति कुम्भभावः इति प्रश्नं पृच्छति वा अन्तिमवाक्यं यत् लिखितमस्ति पश्यतु विशेषणपूर्वपद विशेषण उभयपद सामानाधिकरणं बहु सुन्दरी इति शब्दभाषितपुंस्कः अस्ति परन्तु नासिका माला शब्द भाषित पुंस्कः नास्ति किमर्थं नियतस्त्रीलिङ्गे परन्तु माला नासिका विशेषणं भवितुमर्हति प्रश्नः कः अहं पुनः न गच्छामि मम प्रश्नः अस्ति यदि विशेषणम् अस्ति चेत् तत्र सर्वदा विभक्तिभेदः अस्ति लिङ्ग लिङ्गभेदः अस्ति हा तत्र तु पुंवत् भावः भवति भवति परन्तु माला नासिका अपि विशेषणं भवितुम् अर्हति तत्र पुंवत् भावः न भवति किमर्थं तदा नियतलिङ्गम् अस्ति खलु निश्चयेन तस्य उदाहरणं नास्ति परन्तु भवितुम् अर्हति न किमर्थं नासिका एव स्वेट् नासिका इव स्वेट् वि केन् से देट् रैट् सो नासिका इव स्वेट् इस् इन् देट् स्वेट् किं किं पदं किमस्ति उदाहरणं पदं किमस्ति परन्तु नासिका तत्र विशेष्य अस्ति विशेषणं नास्ति तत्र नासिका स्वेट् किं नासिका दीर्घनासिका वा दीर्घनासिका नासिका इव स्वेट् उपमानपूर्वपदकर्मधारे अस्तु अस्तु अस्तु चिन्तयतु किमपि आगच्छति चेत् तत् तस्य विषये चर्चा करिष्यामः परन्तु कुत्र कुत्र भवति सर्वे जानीमः इदानीं खलु अस्तु, समयः अस्माकं जातः, परन्तु कोऽपि प्रश्नः अस्ति वा अस्मिन् विषये? आगामिसप्ताहे वयं समापयितुं शक्नुमः एतत् करपत्रम्, अपि च पुस्तके कथा अपि अस्ति, तदपि करिष्यामः, परन्तु प्रथमे एतत् पठामः। किं महोदय? केवलं आगामिसप्ताहे समापयितुं शक्नुमः प्रायशः। हा, अपि च एतत् पुस्तकमस्ति खलु भगिन्याः समीपे अस्ति एव, समासः इति कृत्वा संस्कृतभारत्याः पुस्तकमस्ति। एतत् पुस्तकं वयं पूर्णतया न पठामः, परन्तु समासविषये केवलमस्ति खलु। हा, तर्हि एतत् पुस्तकं कृत्वा तत्र पठितुं शक्यते पूर्णतया। अस्तु अस्तु, तर्हि आगामिसप्ताहे मिलामः। धन्यवादः, नमस्कारः।